नमस्ते सर्वेभ्यः। अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति अदादिगणः अजन्तदातवः इति विषयः। तत्र गतवर्गे ब्रूधातोः विषये चिन्तनं कृतमासीत्। ब्रूधातुः वस्तुतः उभयपदी धातुः अस्ति। तत्र ब्रुव ईट् इति सूत्रेण हलादिपिति ब्रूधातोः ईट् आगमः भवति। अनन्तरं यत्र परस्मैपदी प्रत्ययः विधीयन्ते तदानीं ब्रुवः पञ्चानाम् आदित आहो ब्रुवः इति सूत्रेण परस्मैपदी लट्लकारे ब्रूधातोः प्रथमपञ्चानां तिङ्प्रत्ययानां स्थाने क्रमेण नल् अतुस् उस् थल् अतुस् इति आदेशाः विकल्पेन भवन्ति। अतः इत्युक्ते ब्रूधातोः स्थाने आह इति आदेशः धात्वादेशः भवति, अपि च प्रत्ययानां प्रथमपञ्चप्रत्ययानां स्थाने आदेशाः भवन्ति इति। तत्र रूपाणि कथं भवन्ति इति अपि अस्माभिः दृष्टमासीत्। आत्मनेपदी धातोः रूपाणि अपि साधितानि खलु, अथवा लोटिपर्यन्तं साधितम् इति स्मरामि। तर्हि पुनः एकवारं झटिति ब्रूधातोः आत्मनेपदीरूपाणि एकवारं साधयामः। कः वदति तत्र? सूर्यकुमारी भगिनी आरब्धुमिच्छति वा ब्रूधातोः आत्मनेपदीरूपाणि? भगिनि लटि लटि ब्रूधातु आत्मनेपदी लटि, तत्र हलादि पित् नास्ति, ब्रूयोगः ति ब्रूते, ब्रूयोगः आते, तत्र अजादि अपि प्रत्यये अस्ति, ब्रुवो ब्रू धातु अजादि अपि प्रत्यये स्नु धातु ब्रुवां वियोर्यङौ इत्यनेन उवङ् आदेशः भवति, ब्रुवाते भवति, ब्रुवते बहुवचने, ब्रूषे भवति, तत्र सत्त्वमपि भवति, ब्रुवाथे ब्रूत्वे, ये वहे महे तत्र अजाद अपि अस्ति, ब्रुवे भवति, ब्रुवाथे ब्रुवामहे, ब्रुवा न ब्रूवहे, ब्रूयोगः वहे, ओ ब्रूवहे ब्रूवहे ब्रूमहे, क्षम्यता, हा सम्यक् सम्यक्, ब्रूवहे ब्रूमहे, अस्तु। लोटि उमा भगिनी वदतु। अस्ति वा भगिनी उमा भगिनी? झटिति आगच्छतु। ब्रू धातु ब्रू योगः ताम् आत्मनेपदे, अपि तस्ति ब्रूता ब्रुवातां ब्रुवताम् ब्रुवस्व ब्रुवाथां, न न अत्र ब्रुवाताम् इत्यत्र केन सूत्रेण कार्यं? ब्रूयोगः प्रत्ययः प्रत्ययः आथां किं कार्यं? ब्रूयोगः सजादि अपि तस्मात् अतिश्रुदातु ब्रुवां यो यो ये मुवङ्गौ इति सूत्रेण ब्रुवाथाम् अस्ति, ब्रुवध्वं ब्रूर्ध्वं देन् न न इदानीं ब्रुवतं ब्रुवतं ब्रुवातां ब्रुवातां मध्यमपदे क्वचित् ओके मध्ये ब्रू प्लस् स्व ब्रूव ब्रूः ब्रू प्लस् स्व ब्रू प्लस् स्व ब्रू न ब्रूवस्व न ध्रुवस्व ब्रूस्व नो न ब्रूस्व वस्तुतः वर्णमेलनं तत्र केवलम् एकमेव कार्यमस्ति ब्रूयोगः स्व सकारादेशो न भवति स इकं स ब्रूष्व ब्रूस्वेण सकारादेशः आदेशप्रत्ययोः सम्यक् ब्रुवाथां ब्रूध्वं देन् ब्रूवे ब्रुवावसै ब्रुवामहे न ब्रुवेन ब्रुवेन नास्ति एकवचने किमस्ति उत्तमपुरुषे एकवचने एकवचने ब्रू प्लस् ऐ ऐ कीदृशप्रत्ययः अजादि पित् प्रत्ययः तर्हि गुणः गुणः भवति ओके ब्रू गुणसन्धिः ब्रू ब्रू इत्यस्य गुणः भवति चेत् किं भवति ब्रो ब्रो ब्रो ब्रो वै ब्रो प्लस् ऐ किं भवति ब्रो प्लस् ऐ अजादि सामान्य सन्धिकार्यं सन्धिकार्यं एच् वर्णः अस्ति खलु एच् वर्णः ओकारः तर्हि तर्हि यतो व्यवायवः सूत्रस्य ओ प्लस् ऐ आवै न ओकारस्य स्थाने कः आदेशः ओकारस्य स्थाने आव् आव् न अव् अव् औकारस्य स्थाने औ औकारस्य स्थाने आव् सोरि सोरि सो ब्रो औ ब्रुवौ ब्रुव ब्रुवै न किमर्थं तिम पुनः ब्रुवै इति वदति ब्रो इति अभवत् खलु ब्रो स्थाने ओकारस्य स्थाने अव् ब्रवै ब्रवै ब्रवावसि ब्रवावसि अस्तु सम्यक् अस्तु तर्हि इदानीं लङ्गि विजयाभगिनी करोतु नमस्कारः महोदय लङ्लकारः ब्रूत् धातुः एतत्तु आत्मनेपदिनः अतः सा आताम् अत अनन्तरं सः आताम् द्वम् ईवहिमहि इदानीम् अत्र सर्वत्र अत्र लुङ् लङ् दुंशु अडुदातः इत्यनेन अडागमः भवति आद्यन्तौ टकितौ इत्यनेन प्रथमम् आयाति अ ब्रू इति अस्ति अनन्तरम् अत्र सा योजनेन अभ्रूत इति भवति अत्र हलादि अपित् अस्ति अतः अत्र वर्णमेलनमेव इदानीम् अत्र आताम् इति अस्ति आताम् अ ब्रू इदानीम् अत्र अचि अचिष्णुधातु गुर्वाङ् युव इयम् उवङ्गौ इत्यनेन किं भवति ऊकारस्य स्थाने उवङ्गादेशः भवति अतः ब्रुव इति भवति, आतां योजनेन अब्रुवाताम् इति भवति. अनन्तरम् अत्र अत अस्ति अब्रु अत अस्ति, अत्र अपि अचिष्णुधातु ब्रुवङ् युव रियङ् उवङ् इत्यनेन उकारस्य स्थाने वकारः भूत्वा उवङ् आदेशः भवति, अतः तत्र अब्रुवत इति भवति. इदानीम् अत्र ताः अस्ति, किमपि नास्ति एव, अतः तत्र वर्णमेलनं अभृताः इति. इदानीं दृष्टवन्तः आत्थाम् इति भवति, तत्र अपि अच्वर्णः परे अस्ति, अथवा अचिष्णुधातु ब्रुवङ् युव रियङ् उवङौ इत्यनेन अब्रुवात्थाम् इति भवति. द्वं योजनेन अब्रुध्वम् इति भवति, अब्रुध्वम् इति भवति. अत्र तावदेव अब्रुध्वं द्वं योजनेन. इदानीम् अत्र इ वहीमहि इति अस्ति, इदानीम् अब्रु इ अस्ति, एतत्तु अचिवर्णः, अतः तत्र अपि अचिष्णुधातु ब्रुवङ् युवो रियङ् उवङ्गो इत्यनेन उवङ् आदेशः भवति. अब्रुव अकार इकार मे न अत्र न न किमपि नास्ति एव, अब्रुव इ मेलनेन अब्रुवि इति भवति, अब्रुवि. अनन्तरम् अत्र अब्रु इति अस्ति, वहि मेलनेन एतदपि अजा हलादि अपित् अस्ति, वर्णमेलनमेव अत्र अपि किं भवति, अब्रु वचि अब्रु महि इति भवति महोदय. समीचीनं, धन्यवादः, सम्यक् अस्ति. एकवचनं सम्यक् नासीत् खलु, किम् उत्तमपुरुषं एकवचनं अब्रूयोगः इ अचिष्णुधातु ब्रुवम् इति उक्तवती खलु, किमपि नास्ति इति उक्तवती. ई अस्ति, एतत्तु अचिवर्णः अस्ति, अतः तत्र अचिष्णुधातु ब्रुवङ् युवो रियङ् उवङ्गौ इत्यनेन अब्रुयोगः उकारस्य स्थाने वकारः भवति. अब्रु उकारस्य स्थाने वकारः, उकारस्य स्थाने उव् उ ब्रु, अतः तत्र वर्णमेलनमेव अब्रुवि इति भवति, वकार एकारमेन अब्रुवि इति मया उक्तमेव. अस्तु अस्तु, धन्यवादः. धन्यवादः. तर्हि इदानीं लङ्गि वदति, तत्र मीना भगिनी वदति वा, विधिलिङ्गि. आं भगिनि, विधिलिङ्ग् सर्वत्र ईतय्यातां ईरन् ईताहय्यातां ईद्वम् ईयैवहीमहि, तत् सर्वत्र आजादिप्रत्ययः अस्ति, सर्वत्र अचिष्णुधातु ब्रू युवान् एवङ्गवैव कार्यं करोति. ब्रू योगः ईत, अत्र ब्रुव् ईत ब्रुवीत, ब्रुव् ब्रू ईयातां, ब्रुव् ईयातां ब्रुवीयातां, ब्रुव् ईरन् ब्रुवीरन्, ब्रुव् ईताः ब्रुवीताः, ब्रुव् ईयातां ब्रुवीयातां, ब्रुवीद्वं ब्रुवीद्वं ब्रुवी ईद्वं, तत्र ईद्वं ब्रुवीद्वम् अचिष्णुधातेव, ब्रुवीय ईयैवहीमहि, तत्र ब्रुवीय ब्रुवी ब्रुवीमहि ब्रुवीमहि. सम्यक्, समीचीनं, धन्यवादः भगिनि. तर्हि इदानीं ब्रूधातोः रूपाणि साधितानि, अग्रे गच्छामः. शूङ् प्राणिगर्भविमोचने लक्ष्मीभगिनी पठतु. आं भगिनी, पठामि. शूङ् प्राणिगर्भविमोचने सु धातुः भुसोस्तिनि भुसुवोस्तिनि भूसु इति धातुभ्यां सर्वधातुके तिङ् प्रत्ययपरे गुणनिषेधः भवति. भूधातुः भ्वादिगणे यथा लुङ् लकारे भूधातोः परे तिङ् साक्षात् आयाति. तत्र इकः गुणः भवति स्म, परन्तु अनेन सूत्रेण गुणनिषेधः अभूत् इति रूपम्। सुधातुः अदादिगणे अनेन सूत्रेण पिति परे अपि गुणः न। भूश्च सुश्च भूसुवौ इतरेतर द्वन्द्वः तयोः भूसुवोः, भूसुवोः षष्ट्यन्तं तिङि सप्तम्यन्तं द्विपदमिदं सूत्रम्। न्याभ्यस्तस्याचि पिति सार्वधातुके इत्यस्मात् न सार्वधातुके इत्यनयोः अनुवृत्तिः। मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः। अनुवृत्तिसहितसूत्रं भूसुवोः न गुणः सार्वधातुके तिङि। शुङ् प्राणिगर्भविमोचने इति धातुः अस्मिन् गणे अदादिगणीयः। अत्र नूतनसूत्रमस्ति भूसुवोस्तिङि इति सूत्रम्। अनेन सूत्रेण भूधातुः अपि च सुधातुः इत्याभ्यां यथा सार्वधातुकतिङ्प्रत्ययः परे भवति तत्र गुणनिषेधः भवति इति सूत्रार्थः। तर्हि सार्वधातुकतिङ्प्रत्ययः अस्ति चेत् गुणस्य प्रसक्तिः अस्ति, किन्तु भूसु इत्याभ्यां धातुभ्यां गुणकार्यं नेच्छति इति कारणात् पृथक् सूत्रेण गुणनिषेधः साधयति अनेन सूत्रेण। भूधातुः भ्वादिगणे यथा लुङ् लकारे भूधातुः तरे साक्षात् तिङ् तिङ् आयाति। हा, इत्युक्ते भूधातुः साधारणतया भ्वादिगणे शप् आयाति, ततः परं तिङ् आयाति, किन्तु लुङ् लकारे तु तिङ् साक्षात् आयाति। अत्र गुणस्य प्रसक्तिः अस्ति, किन्तु अनेन सूत्रेण गुणनिषेधः भवति, अतः अभूत् इति रूपं सिद्ध्यते इति उक्तम्। तथैव सुधातुः अदादिगणः अदादिगणीयः इति कारणात् अत्र शप् लुक् भवति, साक्षात् पित् तिङ्प्रत्ययः यथा परे भवति, तर्हि सार्वधातुकसूत्रेण पिति परे गुणः न भवति अनेन सूत्रेण। इत्युक्ते सार्वधातुकतिङ्प्रत्ययपरे सु भू इत्याभ्यां धातुभ्यां यथा सार्वधातुकतिङ्प्रत्ययः परे भवति गुणस्य गुणकार्यं न सम्भवति इति सारांशः। आं, समीचीनम्। इत्युक्ते तत्र धातोः साक्षात् परं तिङ्प्रत्ययः भवेत्, इत्युक्ते मध्ये विकरणप्रत्ययः न भवेत्, तदानीमेव अस्य सूत्रस्य कार्यं खलु? आम् आं भगिनि, अत्र तु अदादिगणीयः इति कृत्वा तिङ्प्रत्ययः साक्षात् भवति। भूधातोः विषये केवलं लुङ् लकारे अस्य सूत्रस्य प्राप्तिः। भूसु अनयोः अत्र भूसुवोः इति षष्ट्यन्तं खलु? षष्ट्यन्तमस्ति, षष्ट्यन्तं षष्ट्यवचनं। कथं लब्धं भूसु? भूश्च सुश्च भूसुवौ, भूसुवौ भूसुवौ अस्ति, तस्य षष्टिविभक्तिः इत्युक्ते भूसुवौ योग सु सुवौ न न सुवौ इति न अत्र हा अत्र पुनः अचिष्णु धातु पूर्वामि वर्यङ् वङौ इत्यनेन उवङादेशः भवति वा? तदेव इति गुणः न भवति। अस्तु, समीचीनं समीचीनं। सार्वधातुके तिङि इति उक्तम्। तर्हि भूधातोः उदाहरणं तु भुवादिगणे न लभ्यते, यतोहि तत्र मध्ये विकरणप्रत्ययाति इति कृत्वा तस्य उदाहरणं तु लुङ्लकारे लभ्यते, लुङ्लकारे लभ्यते। तत्र भूधातोः साक्षात् परं तत्र तिङ्प्रत्ययः आयाति तत्र। अस्तु अस्तु, धन्यवादः भगिनी। इदानीम् अग्रे गच्छामः। तत्र किं शोभा पठति वा? आं भगिनि, शूङ् धातुः नित् अतः आत्मनेपदी, हलादिपित्सु आत्मनेपदीधातुषु नास्ति एव, अजादिपित्सु भूसुवोस्तिङि इत्यनेन गुणनिषेधः, अतः अचिष्णुधातुभ्रुवां योर् यङ् वङ्गौ इत्यनेन उवङ् आदेशः, सुयोगः ऐ तत्र उ इति आदेशः भवति अचिष्णुधातुभ्रुवाम् इत्यनेन, स योगः उ योगः ऐ वर्णमेलनेन सुवै इति भवति. हलादि अपि सु भू सुवोस् तिङि इति इत्यनेन पुनः गुणनिषेधः. सुयोगः ते सूते इति वर्णमेलनम्. अजादिपित्सु भूसुवेस्तिङि भूसुवोस्तिङि इत्यनेन गुणनिषेधः. तत्रापि अचिष्णुधातुभ्रुवं योर्यङ् वङ्गौ इत्यनेन वङ्ग आदेशः. सु आते तत्र उकारस्य उ आदेशः. तर्हि सकारः योगः उ योगः आते सुवाते इति रूपं सिद्ध्यति. इत्युक्ते तत्र सर्वत्र अजादि अपित्सु हलादि अपित्सु अजादि अपि किम् अजादि पित्सु हलादि अपित्सु अजादि अपित्सु सर्वत्र भूसुवोस्तिङि इति सूत्रेण गुणनिषेधः भवति. तदनन्तरम् अजादि अस्ति चेत् अचिष्णुधातुभ्रुवाम् इत्यनेन वङ् यङ् तत्र उवङ्गादेशः. सु इति धातु उवङ्गादेशः. तदनन्तरं वर्णमेलनं भवति. तर्हि सुवै सुते सुवाते इति रूपाणि उदाहृतानि तत्र. अग्रे पठानि वा भगिनि? आम् अत्र अत्र एकवारं वदतु किम् अस्ति इति तदनन्तरम् अत्र अग्रिमवाक्यद्वयं पठित्वा प्रतिपादयतु. अस्तु. अपित्सु प्रत्ययेषु सार्वधातुकम् अपित् क्निति च इति सूत्राभ्यां गुणनिषेधः भवति स्म. किन्तु विशेषत्वात् प्रतिपदोक्तत्वात् भूसुवोर्स्तिङि भू क्षम्यतां भूसुवोस्तिङि इत्यनेन एव गुणनिषेधः भवति. तर्हि तत्र सु भू अपि सु इति धातोः गुणनिषेधः भवति भूसुवोस्तिङि इति दृष्टवन्तः. इदानीं तत्र प्रक्रियायां हलादिपित्सु तत्र आत्मनेपदी धातुषु नास्ति एव हलादिपितः. अजादिपित्सु तत्र पित् अस्ति चेदपि तत्र एतेन सूत्रेण गुणनिषेधः भवति भूसुवोस्तिङि इत्यनेन. तदनन्तरम् अचि परवर्णः अच् अस्ति इत्यतः अचिष्णु धातु भ्रुवाम् इत्यनेन उवङ् आदेशः भवति. तर्हि तत्र सुयोगः ऐ इत्यत्र सुवै इति रूपं सिद्ध्यति. आहलादि अपि सु तथा एव तत्रापि गुणनिषेधः. अपि च तत्र तु वर्णमेलनमेव सुयोगः ते सुते इति भवति. तत्र किं सुवै सुवै इति लोट्लकारे उत्तमपुरुषे भवेत्. सुते इति लट्लकारे प्रथमपुरुषे एकवचने भवेत्. अपि च अन्तिम उदाहरणे सुवाते सुवाते इति तत्र आते सुवाते. तर्हि लट्लकारे द्विवचने सुवाते इति भवति. तत्रापि तदेव कार्यं भवति. इति कार्यम् इत्युक्ते गुणनिषेधः अचिष्णुधातुभ्रुवम् इत्यनेन उवङ्गादेशः सुवाते इति रूपं सिद्ध्यति. तत्र अपित्सु प्रत्ययेषु सार्वधातुकम् अपित् निति च इति सूत्राभ्यां गुणनिषेधः भवति स्म. तत्तु सामान्यसूत्राणि सूत्रे ते द्वे. किन्तु अस्मिन् प्रसङ्गे तु धातोः कृते अदादिगणे विशेषत्वात् प्रतिपदोक्तत्वात् इत्युक्ते प्रतिपदोक्तत्वात् इत्युक्ते तत्र नाम्ना आहूयते इति. अतः तत्र सु इति धातोः नाम्ना उक्तमस्ति इति धातुः नाम्ना उक्तमस्ति इत्यतः प्रतिपदोक्तम् इति तत्र नामकरणं भवति. तेन तस्य एव प्राधान्यं भवति इत्यतः सार्वधातुकम् अपित् क्निति च इति सूत्रयोः बाधा भवति. अपि च भूसुवोस्तिङि इति सूत्रेण एव गुणनिषेधः अत्र भवति. इति अस्ति भगिनि. समीचीनं समीचीनं भगिनि, धन्यवादः. इदानीं लट् लकारस्य रूपाणि सरस्वती भगिनी वदति वा? सुधातुः श्रूयते खलु? आम्, सुधातु श्रूयि श्रूयिङ्ग् अस्ति खलु. श्रूयि प्राणि प्राणि गर्भविभोचने अत्र अनकारस्य इति भूत्वा धात्वादेः सह सह भूत्वा सु भवति अस्माकं धातु. तत्र सु लट् लकारस्य प्रथमपुरुष प्रथमपुरुषप्रत्ययाः सन्ति ते अते अते सर्वे अपि सन्ति अते. अत्र किमपि कार्यं नास्ति, केवलं वर्णमेलनं. अतः सूति अतः तत्र अचिष्णुधातुर्वांसिभोर्यङ्गो इत्यनेन ऊकारस्य दीर्घ ऊकारस्य स्थाने उवङ्ग आदेश भूत्वा उ एव अवशिष्यते. अतः सुप्योग आते सुवाते, एवमेव सुप्योग अते सुवते. से मध्यमपुरुषे से अर्थे द्वे, तर्हि से अस्ति तर्हि ब्रूवन् सुयोग से. अत्र पुनः हलवि अपि अस्ति, अतः कार्यं नास्ति. सुयोग से केवलं वर्णमेलनं, परन्तु तदनन्तरं अत्र सुयोग से अत्र आदेशप्रत्ययोः अनेन सकारस्य षकार भूत्वा सुषे भवति. अथे यथा प्रथमपुरुष तथैव मध्यमपुरुषे अपि उवङ्ग आदेश भूत्वा सुवाके. पुनः द्वे अस्ति, तत्र कार्यं नास्ति. सुद्वे उत्तमपुरुषस्य उत्तमपुरुषस्य प्रत्ययाः सन्ति ए वहिमहे, ए अत्र अजादि अपि अस्ति. अतः ए पुनः उवङ्ग आदेश भूत्वा सुयोग ए सुवे. वहिमहे अत्र किमपि कार्यं नास्ति. सुवहे सुमहे केवलम् एव, परन्तु वयं प्रत्ययः वयं पूर्वमेव वयं योजयामः. अतः नो चेत् तत्र वक्तव्यं ते अस्ति तदा सर्वधातुकार्धधातुकयोः इति प्राप्ति भूसुवो स्तिः, एवमेव स्थित् तथा मित् मध्ये अपि इत्युक्ते सारि आत्मनि पदाः अस्ति न न इत्युक्ते गुणस्य प्राप्तिः एव नास्ति खलु. गुणस्य प्राप्तिः प्राप्तिः एव नास्ति, तर्हि अत्र तु कार्यं नास्ति. तावद् अस्तु, समीचीनं. इत्युक्ते वस्तुतः इत्युक्ते सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति इत्युक्त्वा तदनन्तरं भूसु अस्तिङ्गि इति वक्तव्यं खलु प्रतिपदोक्तत्वात्. वस्तुतः लोट्लकारस्य त्रयः प्रत्ययाः तत्रैव सुधातोः अस्य सूत्रस्य प्रसक्तिः प्राप्तिः च भवति इति अपि वक्तुं शक्यते खलु भगिनि. इदं सूत्रं सुधातोः विषये लोट्लकारस्य यत्र ऐ आवहयामः तत्रैव कार्यं करोति इति भावयामि, यतोहि अत्र आत्मनेपदप्रत्ययः अन्यत्र सर्वे अपितः. गुणस्य प्रसक्तिः केवलं लोट्लकारस्य उत्तमपुरुषप्रत्ययेषु एव भवन्ति, तर्हि तदर्थमेव इदं सूत्रं प्रसक्तिः तत्रैव भवति इति न वक्तव्यम् अत्र. किमर्थं गुणस्य प्रसक्तिः तत्रैव भवति इति वदति? अन्ये सर्वे अपितः खलु आत्मनेपदिप्रत्ययाः इति कृत्वा एव तत्र उक्तमस्ति. सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति सर्वत्र, तदानीं वयं सामान्यतया किं वदामः, सारधातुकमपि निद्वत् भवति क्निति च इति सूत्रेण गुणनिषेधः इति कृत्वा गुणनिषेधः इति वयं वदामः अपितः सन्ति इति कृत्वा. अत्र किम् उक्तम् इति चेत् अत्र सारधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति सर्वत्र, तदानीं भूसुवोस्तिङ्गि इति सूत्रेण गुणनिषेधः इति वक्तव्यम् इति उक्तं तत्र. तावदेव इत्युक्ते इति अपि एकं मतम् अस्ति, इति एकं मतम् अस्ति इत्युक्ते इत्युक्ते सामान्यतया सारधातुकमपि निद्वत् नीति च इति सूत्रेण गुणनिषेधः इति सामान्यतया सर्वत्र प्रसङ्गः अस्ति. तर्हि किमर्थं पाणिनिना इदं सूत्रं रचितम् इति चिन्तनीयं खलु. भूसुवस्तिङ्गि इति सूत्रं किमर्थं रचितम् इत्युक्ते पित्सु प्रत्ययेषु परेषु अपि गुणनिषेधः भवतु इति कृत्वा एव तेन रचितं खलु इदं सूत्रम्. आम् इति कृत्वा एवमपि वक्तुं शक्नुमः यत् अपित्सु प्रत्ययेषु परेषु सार्वधातुकम् अपित् क्निति च इति सूत्रेण सामान्यसूत्रेण एव तत्र गुणनिषेधः सर्वत्र भवति. पित्सु प्रत्ययेषु गुणनिषेधार्थं भूसु अस्तिङ्गि इति सूत्रं रचितम् इति वयं वक्तुं शक्नुमः इति तथापि मतमस्ति. तदेव काशिककरस्य मतम्. परन्तु अत्र किम् उक्तम् इति भिन्नमतं किम् अस्ति इति चेत् प्रतिपदोक्तत्वात् सर्वत्र अस्य एव प्रसक्तिः इति यदा वयं वदामः तदानीं कथं वक्तव्यम् इति चेत् सर्वधातुक अर्धधातुकयोः इति सूत्रेण गुणस्य प्रसक्तिः अस्ति, तदानीं भूसु अस्तिङ्गि इति सूत्रेण गुणनिषेधः इति वक्तव्यं भवति. बुद्धं वा? सम्वट् बुद्धं पुनः सामान्यसूत्रम् अस्ति. सामान्यतया किं वयं वदामः, गुणस्य प्रसक्तिः अस्ति चेदेव गुणनिषेधः भवेत् खलु. आम् इत्युक्ते अत्र प्रत्ययेषु परेषु भूसु अस्तिङ्गि इत्यस्य कार्यं नास्ति इति वदनस्य अपेक्षया प्रथमतया गुणस्य प्रसक्तिः अस्ति वा इति चेत् सर्वत्र गुणस्य प्रसक्तिः अस्ति. सार्वधातुकप्रत्ययः अस्ति चेत् गुणस्य प्रसक्तिः अस्ति सर्वत्र. इगन्तम् अङ्गं सार्वधातुकप्रत्ययः चेत् गुणस्य प्रसक्तिः अस्ति. तदानीं वयं पुनः परिशीलयामः पित् प्रत्ययः अस्ति वा अपित् प्रत्ययः अस्ति वा इति परिशीलयामः. अपित् प्रत्ययः अस्ति चेत् निद्वत् भवति सार्वधातुकम् अपित् इत्यनेन. अनन्तरं क्निति च इति सूत्रेण गुणनिषेधः इति वयं सामान्यतया वदामः. तर्हि भूसुवोस्तिङ्गि नास्ति चेदपि अपित् प्रत्ययः अस्ति चेत् गुणनिषेधः इति तु लब्धम्. तदानीं किं वक्तव्यम्? ओ, पित्सु प्रत्ययेषु अपि गुणनिषेधः इष्यते इति कृत्वा भूसुवोस्तिङ्गि इति सूत्रेण गुणनिषेधः इति उक्तम् इति वयं वदामः चेत् तदानीं केवलं पित्सु प्रत्ययेषु परेषु भूसुवोस्तिङ्गि इति सूत्रेण गुणनिषेधः इति वक्तव्यं भवति इति एकं मतम् खलु. इति एकं मतम्. इदानीं भिन्नरीत्या वक्तव्यं चेत् नो नो नो तथा नास्ति, भूसु अस्तिङ्गि इति विशेषसूत्रमस्ति सर्वत्र अनेनैव गुणनिषेधः इति कोऽपि वदति चेत् तदानीं कथं वक्तव्यम् इति चेत् सर्वधातुक अर्धधातुकयोः इत्यनेन गुणस्य प्रसक्तिः अस्ति परन्तु गुणनिषेधः भवति भूसु अस्तिङ्गि इति सूत्रेण, अतः सर्वत्र गुणनिषेधः पित्वा अपित्वा सर्वत्र गुणनिषेधः इति वक्तव्यं भवति. मया किम् उक्तम् इति चेत् यतोहि अत्र पित् भवति लोट्लकारे उत्तमपुरुषप्रत्ययेषु परेषु एव अत्र पित्त्वं लभते आड् उत्तमस्य पिच्च इत्यनेन. तर्हि तत्र अस्य सूत्रस्य प्राप्तिः तत्रैव भवति इति वक्तुम् इष्टवती. किं किं पुनः वदतु? लोट्लकारे यदि आत्मनेपदी प्रत्ययाः सन्ति खलु, अतः लोट्लकारे आडुत्तमस्य पिच्च इत्यनेन पित्त्वं भवति खलु उत्तमपुरुषप्रत्ययेषु परेषु. तत्रैव इदं सूत्रं प्रवर्तते इति. आमाम् इति एकं मतं. तदानीं कथं वक्तव्यम् इति चेत् भूसु अस्तिङ्गि इति सूत्रं केवलं पित्सु प्रत्ययेषु एव गुणनिषेधार्थम् इति वक्तव्यं तावदेव. इति एकं मतमस्ति, तदपि एकं मतमस्ति इति तादृशमतस्य पालनं कर्तुम् इच्छति चेत् करोतु, नास्ति क्लेशः. बुद्धं भगिनि. अस्तु, तर्हि अग्रे गच्छामः. इदानीं लोटि भगिनि, भवती वदति यत् सुयुगति एवं वयम् उक्त्वा तदनन्तरं वक्तव्यं यत् सर्वधातुक अर्धधातुकयोः इति प्राप्ते भूसुवोस्तिङ्गि निति च न केवलं सर्वत्र कथनत्वयोः इति प्राप्ते भूसुवस्तिङ्गि अतः केवलं सूते एवम् एवं वक्तव्यं द्वितीयपक्षे आमां द्वितीयपक्षे एवं वक्तव्यं सर्वत्र भूसुवस्तिङ्गि इत्यनेन गुणनिषेधः भवति पित्वा पित्वा तत्तु प्रतिपदोक्तत्वात् एवं वक्तव्यम् इति तथा वक्तुं शक्यते नो चेत् अत्र पूर्वमेव प्राप्तं गुणनिषेधः तदर्थं किमर्थं सूत्रं रचनीयं सूत्रं तु पूर्वमेव अस्ति गुणनिषेधार्थं तर्हि पुनः किमर्थं तदर्थं सूत्रं रचनीयं तर्हि तत्र लाजिकल् तर्करीत्या निर्णयः कः इति चेत् पित्सु प्रत्ययेषु गुणनिषेधार्थमेव इदं सूत्रं रचितम् इति वक्तव्यम् अस्तु लोटि तत्र किं समीचीनं भगिनि तर्हि लोटि किम् अनिमा भगिनी वदति वा आं भगिनि लोट् लकारे प्रत्ययाः सन्ति ताम् आताम् अतां स्व आथां ध्वम् ऐ आवहै आमहै सुयोगः तां सूतां सुयोगः आताम् अचिष्णु धातुभ्रुवाम् इत्यनेन अव इति भवति सु सोरि सुयोगः तत्र अवतिपति भवति उवङ् उवङ् सोरि सुवाताम् अनन्तरं सुवताम् इति भवति मध्यमपुरुषे सुयोगः स्व सुष्व सुवाथां सुध्वम् सुवै सुवावहै सुवामहै इति भवति अत्र गुणनिषेधः ऐ मीन् सर्वत्र भूसुवोः इति ऐ मीन् न गुणः इति भवति अति तिङ् प्रत्यये परे गुणः न भवति इति सूत्रमस्ति अतः सूताम् अनन्तरं सूतां सुवातां सुवतां सुष्व सुवाथां सुध्वं सुवै सुवावहै सुवामहै असुवै इत्यत्र कथं भवति इति वदतु एकवारम् हां तत्र गुणस्य प्रसक्तिः अस्ति अजादि पित् अस्ति परन्तु सर्व यथा सर्व यथा सर्वत्र भवति तत्रापि भूसुवो तिङ् न गुणः इति सूत्रमस्ति अतः गुणः न भवति अतः अचिष्णु धातु ब्रुवां युवो रियङ् वङौ इत्यस्य प्रसक्तिः भवति सुव योगः ऐ इति भवति सुवै इति एवमेव सुव योगः आवहै सुव योगः आमहै इति हा सुवावहै सुवामहै खलु अस्तु अस्तु समीचीनं भगिनि सम्यक् अस्तु तत् अत्र तु सुयोगः ऐ इत्यत्र गुणः गुणः प्रपाद्य भूसु अस्ति गीतिनेन गुणः प्रपाद्य अचिष्णु धातु ब्रुवां योर्यङ्गोङ्गौ अस्तु समीचीनं तर्हि विजयलक्ष्मी भगिनी अग्रे लङ्गि आं भगिनि लङ्गि सर्वत्र अडागमः आदौ सु त आतां किं भगिनि त आताम् अत आताम् अत अत सम्यक् खलु त आताम् अत हा अत्र सर्वत्र भूसुवोस्तिङि इत्यनेन गुणस्य निषेधः अस्ति अतः असु योगः त असुत अपि च आताम् इति अस्ति अतः अजादि अजादिप्रत्ययः अचिष्णु धातु ब्रुवां युवो यङौ इत्यनेन उव आदेशः भवति. उ स्थाने उव असुवाताम् अपि च असु योगः अत अत्र पुनः अचिष्णु धातु ब्रुवां युवोर् यङ् वङ्गौ इत्यनेन उव आदेशः भवति. उकारस्य असु अत मध्यमपुरुषे मध्यमपुरुषे थाः इति थास् थास् अथां ध्वम् असु थाः पुनः उवङ् आदेशः भवति. असु अथां ध्वम् इत्यत्र तु किमपि नास्ति. असुध्वम् उत्तमपुरुषे ई वहि महि इति अस्ति. असु ई इत्यत्र तु अजादि अस्ति अतः उवङ् आदेशः भवति. असु असुवि असु वहि असु महि. सम्यक् वा भगिनी? समीचीनं सम्यक् सम्यक् भवती एव करोतु. विधिलिङ्गि विधिलिङ्ग् ईत ईयाताम् ईरन् सर्वत्र ई आदौ अस्ति अतः सर्वत्र उवङ् आदेशः भवति. सु इत्यस्य सुव इति भवति. सुव योगः ईत सुवीत सुवीयातां सुवीरन् थास् अथां त्वम् अत्रापि उव आदेशः. ईथाः ई अथाम् ई ध्वम् सुवीथाः सुवीयाथां सुवीध्वम् ईय ईवहि ईमहि सुवीय सुवीवहि सुवीमहि. विधिलिङ्ग् सम्यक् प्राब्लम् नास्ति इति एव वयं चिन्तयामः. विधिलिङ्गि विधिलिङ्ग् प्राब्लम् नास्ति सम्यक् अस्ति इति वयं चिन्तयामः परन्तु प्रयोगे अस्माकं प्रयोगे कदापि विधिलिङ्ग् शब्दस्य प्रयोगः न दृश्यते. किमर्थं लोट् एवं उपयोगः भवति तदेव सारल्यम् अस्ति चेत् तत्र प्रयोगे आनेतव्यं खलु प्रयोगे न दृश्यते. करणीयं बहु सरलम् अस्ति परन्तु प्रयोगे न दृश्यते इति हास्यास्पदम्. अस्तु समीचीनं. तर्हि इदानीं रूपाणि साधितानि. तर्हि इदानीम् अग्रे गच्छामः. ऋकारान्तदातवः इति अन्तिमः भागः. अत्र अयमेव अन्तिमः धातुः अदादिगणे जागृधातुः. अस्तु तर्हि इदानीं किं तत्र सूर्यकुमारी भगिनी पठति वा? भगिनि जागृधातु ऋकारान्तदातवः एकः धातुः. जागृधातु दक्षिदा तदपि एकवारं पठतु. ऋकारान्तदातुः एकः धातुः जागृ निद्राक्षये. ऋकारान्तदातवः एकः धातुः अदादिगणे अस्ति जागृ निद्राक्षये. जागृधातुः जक्षित्यादयः षट् जागृ आदयः षट् धातवः सप्त सप्तमच्च जक्ष इत्येषाम् आरभ्य क्षम्यताम् इत्येषाम् अभ्यस्तसंज्ञा भवति. अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन् सप्तधातवः सन्ति यक्ष जागृ दरिद्र चकास् स्यास् दिदीङ् वेविङ् धातोः द्वित्वं यदा भवति तदा मिलित्वा द्वयोः नाम अभ्यस्तं. किन्तु अनेन सूत्रेण येषां धातूनाम् अभ्यस्तसंज्ञा भवति तिष्ठं विना अपि षड्धातवः अन्ये यक्षिश्च सप्तम एते अभ्यस्तसंज्ञा स्युः इति आदिः येषां ते इत्यादयः इति शब्देन जक्षपरामर्शः जक्षप्रथमान्तम् इत्यादयः प्रथमान्तं षट् प्रथमान्तं त्रिपदमिदं सूत्रम् उभय अभ्यस्तम् इत्यस्य अभ्यस्तम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं जक्षित्यादयः षट् अभ्यस्तम् सूत्रं विवरणं जक्षिद्यादयः षट् तदर्थं जक्षि आदि येषां ते षट् धातवः सन्ति तदर्थं सप्तधातवः सप्तधातवः ते जक्ष जागृ दरिद्र चकास् स्यास् दिदीङ् वेविङ् जक्षिद्वादय जक्षित्यादय षट् इति अर्धः अभ्यस्तसंज्ञा भवति उभे अभ्यस्तम् इत्यनेन अभ्यस्तं भवति साधारणसूत्रं जक्षित्यादय षट् द्वयमपि उभे नास्य अपि एकैव धातु अस्य अपि अभ्यस्तसंज्ञा भवति अनुवृत्तिसहितसूत्रमस्ति अभ्यस्तम् इत्यस्य अनुवृत्तिः चक्षित्यादयः षट् अभ्यस्तम् इति अर्थः प्रत्येकविशेषणमस्ति तत्र द्वित्वं विना अपि अभ्यस्तसंज्ञा भवति इति. आमामां समीचीनं. तर्हि जक्स् इत्यादयः षट् इत्यस्मिन् जागृधातुः अपि अस्ति. वस्तुतः तत्र सप्तधातवः सन्ति जक्स् इत्यादयः षट् इति जक्स् धातुः अपि अस्ति इत्यादयः षट् इत्यनेन इतोपि षट् धातवः सन्ति. तर्हि आहत्य सप्तधातवः ये सन्ति जक्स् जागृ दरिद्रा चकास् शास् दीदिङ् वेविङ् इति धातवः अत्र अदादिगणे अन्तर्गणः वर्तते. तत्र एते धातवः सन्ति येषाम् अभ्यस्तसंज्ञा भवति परन्तु द्वित्वं न भवति. इत्युक्ते पूर्वोऽभ्यासः यदा द्वित्वं भवति पूर्वस्य अभ्याससंज्ञा भवति द्वयमपि मिलित्वा अभ्यस्तम् इति वयं वदामः. द्वित्वस्य अनन्तरमेव अभ्यस्तसंज्ञा भवति सामान्यतया. तर्हि द्वित्वं कुत्र भवति इति चेत् जुहोत्यादिगणे भवति अनन्तरं किमस्ति सनन्तधातुः अस्ति यङ् लुगन्तधातुः अनन्तधातुः लिटि लुङ्गि इत्येवं रीत्या पञ्चसु स्थलेषु भवति. अत्र तु अदादिगणे द्वित्वं नास्ति अतः वस्तुतः अभ्यस्तसंज्ञा न लभ्यते. द्वित्वमस्ति चेदेव अभ्यस्तसंज्ञा लभ्यते परन्तु अत्र द्वित्वं नास्ति चेदपि अत्र एतेषां धातूनाम् अभ्यस्तसंज्ञा भवति द्वित्वं विना इति विशेषवार्ता. तर्हि अभ्यस्तसंज्ञा अस्ति चेत् किमर्थम् अभ्यस्तसंज्ञा इति चेत् तत्र विशिष्टकार्याणि भवन्ति. तानि कार्याणि कानि इति वयं पश्यामः. तत्र अदभ्यस्तात् इति सूत्रं किम् उमाभगिनी पठति वा उच्चैः पठतु सर्वे श्रोतुं न शक्नुवन्ति. अस्तु अस्ति वा भगिनि? उच्चैः पठतु. पठामि भगिनि. अदभ्यस्तात् श्रूयते वा? इत्युक्ते इत्युक्ते वाल्यूम् लक्ष्मीभगिनी वाल्यूम् इन्क्रीस् करोतु, तदानीं श्रूयते. पठतु. अभ्यस्त सम्यक् धातु धातु धातुत्तरस्य प्रत्यय आदिमावयवस्य झकारस्य स्थाने अत् आदेशो भवति. अत् प्रथमान्तम् अभ्यस्तात् पञ्चम्यन्तं द्विपदमिदं सूत्रम् ो जोन्तः इत्यस्मात् जः इत्यस्य अनुवृत्तिः आयनि आयने नियः फट फट कच्छगां प्रत्ययादीनाम् इत्यस्मात् वचनपरिमाणं वचनपरिमाणं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः. अनुवृत्तिः इति सूत्रम् अभ्यस्ता अङ्गात् प्रत्ययादेः यः अत् अत्र अदभ्यस्तात् सूत्र सूत्रं वदति अभ्यस्तसंज्ञधातु धातु उत्तरस्य कृते अभ्यस्तधातु उत्तर धातुः उत्तरस्य प्रत्ययः जकारस्य स्थाने अत् आदेशो भवति. जकारः कुत्र भवति? जकारः आदिम जकारः इति प्रत्ययः कुत्र भवति? जकारः प्रथमपुरुषे बहुवचने तिप्तझि इत्यत्र त अतां झ इत्यत्र भवति वा? त अतां झ तत्रापि भवितुमर्हति न वा? वदतु. अत्र अदभ्यस्तात् सूत्रे अत् प्रथमान्तम् अभ्यस्तात् पञ्चम्यन्तं द्विपदमिदं सूत्रं झोन्तः झः षष्ट्यन्तम् अनुवृत्ति आगच्छति आयने आयने यः पठ पठकगां पठकगां प्रत्ययादीनाम् इत्यस्मात् प्रत्ययादेः इत्यस्य अनुवृत्तिः अनुवृत्तिः इति सूत्रम् अभ्यस्तात् अद अङ्गात् प्रत्ययादेः जः अत् जोन्तः इति सूत्रेण जः आगच्छति तु अदभ्यस्तात् सूत्रे सूत्रेण अभ्यस्त अङ्गात् प्रत्यादेः जः अत् इति आगच्छति. आम् इत्युक्ते अत्र अदभ्यस्तात् इति सूत्रं परिचितमेव अस्माकं. प्रथमतया अङ्गस्य अभ्यस्तसंज्ञा भवेत् अथवा तत्र धातोः अभ्यस्तसंज्ञा भवेत् तदानीं प्रत्ययस्य आदिमः अवयवस्य जकारस्य इदानीं झि इति प्रत्ययः अस्ति चेत् केवलं जकारस्य अत् आदेशः भवति अतः अति इति रूपं लभ्यते अति इति रूपं लभ्यते. एवमेव आत्मनेपदी अपि अस्य कार्यं भवितुम् अर्हति परन्तु तत्र भिन्नं सूत्रमेव कार्यं करोति वस्तुतः. अस्तु समीचीनं. तर्हि इदानीं द्वितीयं सूत्रम् अस्तु. धन्यवादः भगिनी. इदानीं द्वितीयं सूत्रं सृजभ्यस्य विधिभ्यश्च इति सूत्रं तत्र विजया भगिनी पठतु. अहमेव महोदय भवती एव विजया खलु विजया अस्तु अत्र तिङ्प्रत्ययानां सिद्ध्यर्थं विशेषकार्यं द्वयं भवति इदानीमेव न अदभ्यासात् अभवत् अदभ्यासात् अभवत् अग्रे उक्तम् अभवत् इदानीमत्र तिङ्प्रत्ययानां सिद्ध्यर्थं विशेषकार्यं द्वयं भवति एतत्तु सिजभ्यस्तविधिभ्यश्च इति सूत्रेण नित्लकारस्य अवस्थायां सिच्छिप्रत्ययात् अभ्यस्तसंज्ञकात् धातोः विधिधातोः च परस्य जी प्रत्ययस्य स्थाने जुष् जुस् आदेशः भवति सिच् च अभ्यस्तश्च विधिश्च तेषाम् इतरेतरद्वन्द्वः सिजभ्यस्तविधयः तेभ्यः सिजभ्यस्तविधिभ्यः सिजभ्यस्तविधिभ्यः पञ्चम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं नित्यं नितः इत्यस्मात् नितः इत्यस्य अनुवृत्तिः जेर् जुस् इत्यस्मात् जेः स्थाने जुस् जुस् इत्यनयोः अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सिजभ्यस्तविधिभ्यः च नितः लस्य जेः जुस् जुस् इति भवति इदानीमत्र सिजभ्यस्तविधिभ्यश्च सूत्रं किं वदति चेत् अत्र नित् लकारस्य स्थाने नित् अत्र अस्ति चेत् तत् अवस्थायां सिच् प्रत्ययात् अभ्यस्तसंज्ञकात् धातोः इदानीमेव भवत्या उक्तमत्र अभ्यस्तसंज्ञकात् अभ्यस्त संज्ञक नास्ति अपि अत्र अभ्यस्तसंज्ञक इति स्वीकरणीयमेव इति सिच् प्रत्ययात् अभ्यस्तसंज्ञकात् धातोः विद् धातोः च अत्र जी प्रत्ययस्य स्थाने जुस् जुस् पूर्णतया आदेशः भवति अत्र एतत् विषये नित्यं नितः इति सूत्रमपि कार्यं करोति नितः इति अस्य अनुवृत्तिः भवति इदानीमत्र जेर् जुस् इत्यस्मात् जेः स्थाने जुस् आदेशः भवति अनन्तरम् अनुबन्धलोपानन्तरम् अत्र उः एव तिष्ठति वयं जानीमः एतत् बहुवचने लस्य इत्यस्य अधिकारः भवति अत्र अनुवृत्तिसहितसूत्रं सिजभ्यस्तविधिभ्यः च नितः लस्य जेः जुस् भवति जे स्थाने बहुवचनस्थाने आत्मनेपदिनः परस्मै आत्मेपदी परस्मैपदी प्रथमपुरुष बहुवचने अत्र जेः स्थाने जुस् भवति न आत्मनेपदी परस्मैपदी इति कथं वदति तां ज अस्ति खलु न अत्र अत्र अत्र कस्य स्थाने आदेशः जी स्थाने अतः तत्र तिक्तस् जी इति इत्यनेन इत्यस्य स्थाने एव अत्र जेः स्थाने आत्मनेपदि न भवति अत्र स्पष्टतया अत्र दत्तमेव जी प्रत्ययस्य स्थाने अतः तत्र तिप्तस् जि इत्यस्य प्रथमपुरुष बहुवचने एव अत्र परिवर्तनं भवति इति पूर्णतया जि स्थाने समीचीनम् इत्युक्ते अत्र सूत्रद्वयं यदुक्तम् अभ्यस्तसंज्ञक अङ्गम् अस्ति चेत् कार्यद्वयं भवति एकं तु जकारस्य स्थाने अत्तादेशः तत्तु कार्यं तु लट्टि लोटि भवति अत्तादेशः अतु अति लटि अति लोटि अतु इति लटि लोटि भवति सिजभ्यस्य विधिभ्यश्च इति सूत्रेण लङ् लकारे इदानीम् अस्माकं प्रसङ्गे लङ् लकारे जेः जुस् भवति उत्तमपुरुषे बहुवच किं प्रथमपुरुषे बहुवचने प्रथमपुरुषे बहुवचने जेः जुस् आदेशः भवति इति कार्यद्वयमस्ति तर्हि इदानीम् अग्रे धन्यवादः भगिनी इदानीं मीना भगिनी अग्रे तिङ् तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनं यदि हलादिपिच्छु अस्ति चेत् गुणः भवति ऋकारान्तदातु जागृति तत्र ऋकारान्त अर् भवति जागृयोगः ति इति तिप्रत्ययः पित् अस्ति जागर् योगः ति जागर्ति इति भवति अजादि हलादिपिच्छु अजादिपिच्छु तत्र गुणः तत्रापि जाग् गुणः जागृ आनीय तत्र कुत्र अस्ति आनीयामदति अस्ति तत्र अजादि पित् प्रत्ययः अस्ति जागर् आनि जागराणि जागर्ति जागराणि तत्र णत्वम् अपि भवति जागराणि हलादि अपित्सु किन्ति च तत्र अपित् प्रत्ययः अस्ति तद् गुणनिषेधः भवति जागृतः जागृतः केवलं वर्णमेलनं अजादि अपित्सु ङिति च इति गुण निषेधः भवति जागृयोगः किं भगिनि किमपि न श्रुतम् अद्य न श्रुतम् अद्य न श्रुतम् इदानीं पुनः वदतु अजादि अपित्सु पुनः वदतु अजादि अपित्सु ङिति च गुणनिषेधः भवति इको यणचि इत्यनेन यणादेशः भवति जागृयोगः अति तत्र अजादि अपित् भवति जागर् अति तत्र यण् आदेशः भवति जाग्रति इति भवति लङि विशिष्टं कार्यं द्वयम् अस्ति अजागृयोगः इत् तत्र गुणः श्रूयते भगिनि श्रूयते वा पठतु श्रूयते पठतु अजागृयोगः अजागृयोगः इत् तत्र गुणः भवति अजागर् योगः इत् तदनन्तरम् अजागर् इत् अस्ति तत्र हल्ज्ञाप्य हल्ज्ञाप्यो दीर्घा सुति सुतीसि अपृक्तं हल् इत्यनेन इत् लोपः भवति अजागर् भवति तत्र इत् तकारः लोपः भवति पृथ्वं हल् भवति तस्मात् तदनन्तरं करावासमयोः विसर्जने इत्यनेन विसर्गः भवति अजागः भवति अजागृयोगः इस् तत्रापि समान तत्र सकार हल् ज्ञाप्यो दीर्घास्तुतिस्य पृथ्वं हल् इत्यनेन सकारस्य लोपः भवति अजागर् भवति इत् लोपः इस् लोपः तत्र करावास अवसानयोः विसर्जने इत्यनेन विसर्गः भवति अजागः प्रथमम् अजागः इदानीम् अजागः समान एव अजागृ जुस् तत्र अजागृ उः भवति जुषि नूतनसूत्रमिति चिन्तयामि तत्र जुषि चेत्यनेन गुणः भवति अजागर् उः अजागरुः अजागरुः इति भवति जुषि चेत् नूतनसूत्रं पठितव्यं वा न एतावत् यत् पठितं तद्वदतु तत्र यदा हलादि पित् भवति हलादिपित् भवति गुणः भवति जागृ इति तत्र गुणः भवति ऋकारस्य अर् भवति जागर् भवति ति तित् प्रत्ययः तस्मात् जागर्ति इति अन्तिमरूपम् अजादि अजादिपित्सु अपि तत्रापि गुणः भवति जागर् आनि जागराणि भवति हलादि अपित्सु तत्र गुणनिषेधः भवति इति सूत्रेण जागृतः वर्णमेलनमेव जागृतः अजादि अपित्सु तत्रापि गुणनिषेधः ङिति इति सूत्रेण तत्र जागृयोगः अति तत्र अजादि अपित् भवति अति अति जाग्र तत्र ऋकारस्य रेपः भवति जाग्रति इति भवति यण् इको यन् अचि परे अच् अत अजादिप्रत्ययः अस्ति तस्मात् इको यन् अचित् सूत्रेण जाग्रति इति भवति लङि यत्र विशिष्टकार्यद्वयम् अस्ति तत्र अजाग्र अडागमः प्रथमं तत्र जाग्र इति धातु इदानीम् अजाग्र इति अङ्गं भवति तत्र इत् इति प्रत्ययः भवति तिप् प्रत्ययः पित् अस्ति तस्मात् गुणः अजागर् योगः इत् भवति अजा इर् अपि च इत् हल् हल् वर्णः द्वयम् अस्ति तत्र हल् ज्ञाप्योर्दीर्घात् दीर्घमस्ति अजाग् अजाग् अजाग्र अजागर् इति अस्ति तत्तु दीर्घं नास्ति तत्तु दीर्घं नास्ति केवलं तत् सूत्रमेव पठतु तत्र विवरणम् अकरोत् हल्न्याभ्यो दीर्घात् इति अत्र दीर्घम् अस्ति इति न अत्र जाग्र इति जागर् इति हलन्तदातु हल्न्याभ्यो किमर्थं दीर्घात् इति उक्तं तत्तु भिन्नम् अस्ति तत् पश्यामः ओके हल् ज्ञाप्यो दीर्घा सुति सुतिशि अपृक्तं हल् इत्यनेन इत् लोपः भवति जागर् यो अपि च इत् भवति तस्मात् तकारः लोपः भवति अजागर् करावासनयोः विसर्जनीयः इत्यनेन अजागः इति भवति तादृशं समानकारणेन अजागृ सकारः भवति इस् भवति लङि मध्यमपुरुषे एकवचनं तत्र हल्न्याप्यो दीर्घात् सुतिशय प्रथमिक् हल् इत्यनेन सकारः लोपः भवति अजागर् इस् तत्र सकारः लोपः भवति अजागर् करावसानयोः विसर्जने इत्यनेन विसर्गः भवति अजागः भवति अजाग्र जुस् तत्र अजाग्र उः जुसि च इति नूतनसूत्रं पठितम् इत्यनेन गुणः भवति अजागर् उः अजागरुः इति अन्तिमरूपम् समीचीनं धन्यवादः सम्यक् अस्ति धन्यवादः इदानीं हल्न्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इति सूत्रं सरस्वती भगिनी पठतु आं भगिनि हल्न्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् षष्ठाध्याये प्रथमपादे सप्तषष्टितमं सूत्रम् इत्यनेन लङ्लकारे प्रथमपुरुषे अपृक्तसंज्ञकस्य प्रत्ययस्य लोपः तथैव च मध्यमपुरुषस्य प्रत्ययस्य लोपः हल्न्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् हलन्तात् दीर्घ्यन्तात् दीर्घाबन्तात् दीर्घ आबन्तात् च दीर्घन्यन्तात् दीर्घन्यन्तात् दीर्घ आबन्तात् आबन्तात् दीर्घन्यन्तात् दीर्घाबन्तात् च सुतिसि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः अनेन प्रथमाविभक्तौ सु इत्यस्य सलोपः सकारस्य लोपः लङ्गि प्रथमपुरुषे सलोपः मध्यमपुरुषे सलोपश्च हल् च नी च आप् च एतेषाम् इतरेतरद्वन्द्वः हल्न्याप्तः तेभ्यः हल्न्याभ्यः सुश्च तिश्च स्विश्च तेषां समाहारद्वन्द्वः सुतिसि सुतिसिनः अपृक्तं सुतिस्य पृक्तम् हल्न्याभ्यः पञ्चम्यन्तं दीर्घात् पञ्चम्यन्तं सुतिस्य पृक्तं प्रथमान्तं हल् प्रथमान्तम् अनेकपदमिदं सूत्रं लोपो व्योर्वर्गे इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः अनुवृत्तिसहितसूत्रं दीर्घात् हल्न्याभ्यो सुतिसि अपृक्तं हल् लुप्यते तर्हि हल्यभ्युदिङ्गात् श्रुतिस्य पृष्ठं हल् इत्यनेन लङ्लकारस्य यदा पृक्तसंज्ञकस्य सकारस्य प्रत्ययस्य केवलं सकार अवशिष्यते तदा तस्य अनेन सूत्रेण लोपः भवति. एतत्तु प्रथमपुरुषस्य प्रथमपुरुष एकवचने तथा मध्यमपुरुष पुनः एकवचने यदा सकारः अवशिष्यते तदा भवति. अहल्याभ्युदीर्घाच्युतिस्य पुत्रं हल् अत्र हल्न्याभ्यो इत्युक्ते हलन्तात् दीर्घन्यन्तात् तथा दीर्घ आबद्धात् तथा च सुप्ति इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः इत्युक्ते हल् अन्तात् हल् अन्तात् हल् यदा अन्ते अस्ति दीर्घन्यन्तात् इत्युक्ते नी यदा अन्ते अस्ति अतः आब् आब् इत्युक्ते आकारान्त अन्ते अस्ति. यदि सु अथवा सी अथवा आप् इति प्रत्ययः आप् इति प्रत्ययः स्त्रीलिङ्गप्रत्ययः टाप् डाप् टाप् इति आप् इति प्रत्ययः आप् अन्ते अस्ति तदा एतेषाम् अपृक्तसंज्ञकस्य हल् लोपः इत्युक्ते यदा इतश्च इत्यनेन यदा केवलसकार भगिनि किञ्चित् दूरवाण्याः समीपे आगच्छतु न श्रूयते सम्यक्तया. वदतु इदानीं न जाने सम्यक् आसीत् इदानीं अन्ते तत्र न श्रुतं श्रूयते वदतु. अपृत्तसंज्ञकस्य हलः लोपः सु इत्यस्य सलोपः प्रथमाविभक्तौ लङि प्रथमपुरुषे सकारस्य लोपः मध्यमपुरुषे सकारस्य लोपश्च हल् च नी च आप् च एतेषाम् इतरेतरद्वन्द्वः हल्न्यापः सुश्च तिश्च सिश्च तेषां समाहारद्वन्द्वः सुतिसि सुतिसि नः अपृक्तं सुतिस्य पृक्तं सुतिसि अपृक्तम् अतः सुतिस्य सुतिस्य पृक्तम् अपृक्तं नाम अपृक्तं नाम एक अल् अस्ति तदा अपृक्तसंज्ञा भवति. एकाल् प्रत्ययस्य अपृक्तसंज्ञा एकाल् प्रत्यये अपृक्तसंज्ञा भवति एकाल् प्रत्ययस्य अपृक्तसंज्ञा भवति. हल्न्याभ्यः पञ्चम्यन्तं दीर्घात् पञ्चम्यन्तं श्रुतिस्य पृक्तं प्रथमान्तम् अनेकपदं सूत्रं लोपो व्यर्वलि इत्यस्मात् लोपः इत्यस्य अनुभूतिः अत्र कर्मणि प्रयोगे अस्ति अतः लोपः अस्य लुप्यते भवति. किमर्थं रूपविकारः एतदहं न अवगतवती भगिनी परन्तु कर्मणि प्रयोगे लोपस्य लुप्यते. आं सूत्रे हल् एव उक्तं खलु सूत्रे हल् एव उक्तम् अपृक्त हल् हलः लोपः इति वक्तुं शक्यते परन्तु सूत्रे हल् इति प्रथमविभक्तौ अस्ति अतः हल् हल् लोपः इति न वक्तुं शक्यते खलु अतः हल् लुप्यते इति रूपपरिवर्तनं. तर्हि अनुवृत्तिसहितसूत्रमस्ति दीर्घात् हल्न्याभ्यो अपृक्तं हल् लुप्यते. अग्रे पठामि किं बहु समीचीनं भगिनि धन्यवादः. इदानीं पश्यामः अवगतं वा न वा इति अत्र सूत्रे अत्र हल् इत्यस्य लुप्यते इति परिवर्तनम् अभवत् हल्न्याभ्यः इत्यत्र दीर्घात् इति एकवचने अस्ति तत् समीचीनं वा पश्यन्तु तत्र हल् इति तत्र समासं पश्यामः हल् च नी च आप् च तेषाम् इतरेतरद्वन्द्वः हल्न्यापः तर्हि हलन्तात् अस्ति न्यन्तात् अस्ति आबन्तात् अस्ति तर्हि अत्र दीर्घात् इति पदस्य अन्वयः केन सह भवेत् अत्र हलन्तात् इति वयं वदामः चेत् अत्र दीर्घात् इति न भवितुम् अर्हति यत्र हलन्त हलन्तशब्दः अस्ति तत्र दीर्घस्य अन्वयः न भवितुम् अर्हति तर्हि द्वन्द्वसमासस्य अन्ते श्रूयमानं पदं प्रत्येकम् अभिसम्बध्यते तर्हि हलन्तात् इत्यनेन सम्बद्धुं न शक्यते इति कृत्वा अत्र न्यन्तात् आबन्तात् अनयोः अन्वयः अतः दीर्घन्यन्तात् दीर्घ आबन्तात् इति अर्थः आयाति बुद्धं वा तत्तु अवगच्छामि परन्तु यस्य न सङ्गच्छते तत् त्यजामः खलु अन्यत्रापि बहुत्र सूत्रे एवं भवति यथा न त्यजामः इत्युक्ते को अर्थः किं वक्तुमिच्छति त्यजामः इत्यनेन किम् अन्वयः अस्ति चेत् अन्वयः नास्ति चेत् नास्ति न इदानीं वयं पठितवन्तः खलु सूत्रं यम् उवङौ तत्र ब्रू इत्यस्य इयङ् इत्यस्य सम्बन्धः नास्ति यतोहि तत्र केवलम् उकारः अस्ति अतः उवङ्गः एव सङ्गच्छते एवमेव अत्रापि हल् इत्यस्य दीर्घः अर्थः न सङ्गच्छते अतः केवलम् अन्यद्वयोः एव दीर्घम् इति अवगच्छामः खलु तर्हि कथं वक्तुमिच्छति सूत्रं कथं भवेत् मया न बुद्धम् हल् ज्ञाभ्यः इति बहुवचने अस्ति दीर्घात् इति एकवचने अस्ति तत् कथं न दीर्घात् इति कस्मिन् वचने भवेत् ओ अस्मिन् वचने भवेत् इति वदति भवती न सत्यम् हल्याभ्यः इत्युक्ते भवती दीर्घात् अपि बहुवचने भवेत् इति वक्तुमिच्छति चेत् तथा न आवश्यकम् तथा न आवश्यकम् यतोहि दीर्घात् इति पदस्य इत्युक्ते दीर्घात् इति पदं बहुवचने अपि भवितुम् अर्हति परन्तु अत्र बहुवचने भवति चेत् अस्माकं क्लेशः भवति कथं हल् इत्यनेन अन्वयः नास्ति किमर्थं बहुवचने उक्तम् इति अस्माकं क्लेशः भवति तर्हि द्विवचने वदति चेत् तदानीं पुनः द्विवचने अस्ति चेत् क्लेशः अपि भवितुम् अर्हति तत्र केन सह अन्वयः इति प्रश्ने अस्तु न्यन्तात् आबन्त्यात् इत्यनयोः सह सम्बन्धः इति कृत्वा दीर्घाभ्याम् इति किमपि उक्तम् इति वक्तुं शक्यते परन्तु तथा तादृशस्य आवश्यकता नास्ति अत्र दीर्घात् इति वदति चेत् पर्याप्तं दीर्घात् इति पदस्य अन्वयः ण्यन्तात् आबन्तात् इति अवगच्छामः अस्तु इत्युक्ते वस्तुतः अत्र दीर्घात् इति पदं विशेषणम् अस्ति हल्न्याभः हल्न्याभ्यः इत्यत्र विशेषणमस्ति दीर्घात् तर्हि इदानीं विशेषणस्य लिङ्गं वचनं विशेष्यम् अनुसृत्य भवेत् इति अत्र द्वन्द्वसमासस्य प्रसङ्गे नास्ति यतोहि द्वन्द्वसमासस्य अन्ते श्रूयमाणं पदं प्रत्येकमपि सम्बध्यते अथवा आदौ श्रूयमाणं पदं प्रत्येकमपि सम्बध्यते इति कृत्वा एकवचने अस्ति चेदपि अवगन्तुं शक्नुमः तस्य अन्वयः प्रत्येकं पदेन सह भवति इति कृत्वा दीर्घात् ण्यन्तात् दीर्घात् ण्यन्तात् दीर्घात् आबन्तात् इति वक्तुं शक्यते अतः एकवचने अस्ति चेत् सम्यक् एव अस्तु तर्हि अत्र सूत्रं किम् अस्ति हल् न्याभ्यः इति अस्ति हल् नीप् आप् नीप् इति स्त्रीलिङ्गप्रत्ययः नीप् नीश् नीन् इति त्रयः प्रत्ययाः सन्ति तदर्थमेव अत्र नी इति तावदेव उक्तम् अनन्तरम् आप् इत्यत्र आबन्तप्रत्ययः श्रीलिङ्गप्रत्ययः टाप् डाप् चाप् इति तयोः ग्रहणम् अत्र तर्हि इदं सूत्रं सुबन्तप्रकरणे अपि कार्यं करोति अपि च तिङन्तप्रकरणे अपि कार्यं करोति सुबन्तप्रकरणे कुत्र कार्यं करोति इति चेत् दीर्घन्यन्तात् दीर्घ अबन्तात् तत्र सु इति प्रत्ययः प्रथमभक्तो एकवचने सु औजस् सु इति प्रत्ययः तर्हि दीर्घ श्रीलिङ्गशब्दः नदी इति शब्दः नदी इति शब्दात् सु इति प्रत्ययः यदा भवति तदानीं सुप्रत्ययस्य सुप्रत्यये उकारस्य लोपः इत्संज्ञा भूत्वा लोपः सकारः अवशिष्यते सकारः अपृक्त एकाल् प्रत्ययः एकः एव वर्णः अस्ति एकः एव वर्णः अस्ति चेत् प्रत्यये तदानीं तस्य अपृक्तसंज्ञा भवति तर्हि इदानीं सु इति प्रत्ययस्य अपृक्तसंज्ञा इति कृत्वा सुप्रत्ययस्य लोपः भवति, नदी इति शब्दः लभ्यते, नदीयोगः सु नदी इति रूपम्। एवं रमायोगः सु इत्यत्र सुप्रत्ययस्य लोपः, यतोहि रमा इति आबन्तशब्दः, रमायोगः सु रमा इति एव लभ्यते इति सुबन्तप्रकरणे अपि तस्य कार्यमस्ति। तिङन्तप्रकरणे कथमस्ति कार्यम् इति चेत् हलन्तात्, अत्र हलन्तात् इत्युक्ते अत्र सुबन्तप्रकरणे अपि हलन्तात् भवति चेत् सुप्रत्ययस्य लोपः भवति, सुबन्तप्रकरणे हलन्तात् वा भवतु, दीर्घन्यन्तात् वा भवतु, दीर्घ आबन्तात् वा भवतु, सु इति प्रत्ययस्य लोपः भवति, यतोहि सुप्रत्ययः अपृक्तसंज्ञकः भवति। एवम् इदानीं तिङन्तप्रकरणे कथं भवति इति चेत् हलन्तात् अङ्गात्, हलन्तात् अङ्गात् टिसि टि इत्यत्र तिप् इति प्रत्ययः, तत्र अपृक्तसंज्ञकः प्रत्ययः लङ्लकारे तकारः एकः एव वर्णः अपृक्तसंज्ञकः अस्ति। अनन्तरं लङ्लकारस्य मध्यमपुरुषे सिप् इति प्रत्ययः अपृक्तसंज्ञकः अस्ति, इत्संज्ञकवर्णानां लोपानन्तरं तत्र कार्यं सर्वं कृत्वा सकारः एव अवशिष्यते। इत्संज्ञकः वर्णानां लोपः अनन्तरं तत्र इतश्च इत्यपि कार्यं करोति इति कृत्वा सकारः एव अवशिष्यते। तर्हि हलन्तधातुः अस्ति चेत्, हलन्त अङ्गम् अस्ति चेत् तत्र लङ्लकारे एकवचनप्रत्ययस्य लोपः भवति, मध्यमपुरुषे एकवचनप्रत्ययस्य लोपः भवति, प्रथमपुरुषे एकवचनप्रत्ययस्य लोपः, मध्यमपुरुषे एकवचनप्रत्ययस्य लोपः भवति इति सूत्रार्थः अस्ति। अस्तु, किञ्चित् स्थाने तु सकारस्य लोपः न भवति, न विभक्तौ तु स्मः इत्यनेन, खलु महोदय? कुत्र? किञ्चित् स्थाने तः इति अस्ति खलु, तस् इति, तत्तु तत्तु भिन्नवार्ता। अस्तु महोदय, आमामां, तत्तु भिन्नवार्ता। अस्तु, इदानीं करवसानयोर्विसर्जनीयः इति सूत्रं तत्र शोभाभगिनी पठतु। करवसानयोर्विसर्जनीयः, पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे, येन विधिस्तदन्तस्य इत्यनेन रेफान्तस्य पदस्य, अलोन्तस्य इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः भवति। खर् च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने तयोः खरवसानयोः, खरवसानयोः सप्तम्यन्तं विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रं, रोरि इत्यस्मात् रः इत्यस्य अनुवृत्तिः, पदस्य इत्यस्य अधिकारः, तयोर्वावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं, रः पदस्य विसर्जनीयः खर अवसानयोः संहितायाम्। तर्हि एतेन सूत्रेण पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशः भवति इति, खरि अवसाने च परे इति, तत्र द्विवचने तत्र पश्यामः यत्र तः इति भवति लटि, तत्र किं तीतः अन्ति इत्यत्र, इत्युक्ते परिचितं सूत्रमेव, पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशः भवति खरि अवसाने च परे, तत्र सः रेपः तु ससजुषुरुः इत्यनेन आगतः रेपः भवेत्, अपि च येन विधिस्तदंस्यस्य इत्यनेन रेपान्तस्य पदस्य, इत्युक्ते यस्य पदस्य अन्ते रेपः न तु पदः एव रेपः अस्ति चेत् इति अर्थः भवति, रेपान्तस्य पदस्य, अलोन्त्यस्य इत्यनेन पदान्तस्य रेपस्य स्थाने विसर्गादेशः इति तत्र परिभाषासूत्रमस्ति। द्वे अपि परिभाषासूत्रे खर् च अवसानं च इति तत्र इतरेतरयोगद्वन्द्वः खरवसाने इति भवति, अपि च तेन खरवसानयोः इति भवति द्विवचने, अपि च खर अवसानयोः इति सप्तम्यन्तं, विसर्जनीयः इति प्रथमान्तं भवति. तर्हि किं तत्र खर आदेशः भवति प्रथमान्त द्विपदमिदं सूत्रम्. अपि च तत्र अनुवृत्तिः रोरि इत्यनेन रहा इत्यस्य अनुवृत्तिः भवति. तत्र रोरि इत्यत्र रोः इति अस्ति, रुः इत्यस्य रोः इति षष्ठी भवति, किन्तु रः इति अनुवृत्तिः स्वीकृतं पदस्य इत्यस्य अधिकारः. अपि च तयोर्वावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अस्ति. अनुवृत्ति सहितसूत्रे रहापदस्य विसर्जनीयः. तत्र रहापदस्य इति द्वयोः अपि षष्ठी, तर्हि रः इति स्थानी भवति, विसर्जनीयः इति आदेशः. खर अवसानयोः संहितायाम् इति खर् अपि च अवसान इति खरवसानौ तयोः खरवसानयोः संहितायाम् इत्युक्ते संहितायाम् इति इदानीम् इत्युक्ते परवर्णः खर् अथवा अवसानम् अस्ति चेत् सूत्रस्य कार्यं भवति इति. हा समीचीनम्. इत्युक्ते रोरि इति सूत्रे अपि रः इत्येव अस्ति, रहरि अत्र सन्धिं कृत्वा विसर्गसन्धिं कृत्वा रोरि. ओ अस्तु अस्तु. हा रः अतः परस्य विसर्गस्य अत्र उत्तमं भवति खलु भगिनि, तदनन्तरम् ओकारः भवति तत्र इत्युक्ते आद्गुणः इत्यनेन. रहरि इति अस्ति वा? रहरि इत्युक्ते हश्वर्णः, अतिहसि च उत्तमम्. अस्तु हसि च उत्तमम्. अस्तु तर्हि अत्र इति इदं सूत्रं परिचितसूत्रमस्ति. पदान्ते रेपः अस्ति चेत् विसर्गादेशः भवति खरिपरे अवसाने इति सूत्रार्थः. तर्हि अजाग्रयोगः स्तु इत्यत्र करवसानयोर्विसर्जनीयः इत्यनेन अत्र किं भवति इति वदतु भगिनि. अजाग्रयोगः सकारः. हा अजाग्रयोगः सकारः अजाग्रुस् इति भवति. पदान्तसकारः इत्यनेन ससजशुरुः इत्यनेन ऋत्वं भवति. तर्हि न सकारः इति प्रत्ययः कीदृशप्रत्ययः? ओ क्षमताम् एकक्षणं भगिनि. अजाग्रुयोगः स्ता तत्र इदानीं किं कृतम् एतावता? क्षम्यतां तत्र लङ्लकारे भवति खलु अतः. हा अजाग्रु तत्र अडागमः अजाग्रुयोगः मध्यमपुरुषे एकवचने सकारः आगच्छति. अस्तु तर्हि पित् अस्ति, पित् अस्ति तर्हि तदेव भवति खलु भगिनि. पित् अस्ति, पित् अस्ति चेत् किं भवति? गुणः भवति. गुणः अस्तु, गुणः भवति. हा अजाग्रु इत्यस्य अजागर् इति भवति. अजागर् योगः सकारः इदानीं. गुणः तु अभवत् अजागर् तत्र अजागः इति एकक्षणम् उपरि दर्शितं संयुक्तम् अस्ति खलु. न हल् हल् ने अभो तत्र एव आगच्छति सूत्रम्. अस्तु अजागर् योगः स न तस्वत् अस्तु तत्र दीर्घात् हल्न्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन स लोपः भवति. अस्तु अजागर् इति एव तिष्ठति तत्र. इदानीं तत्र खर् अवसानयोः विसर्जनीयः इत्युक्ते खर् अपि अवसानयोः इदानीं तत्र परवर्णः परम् अवसानम् अस्ति इति कृत्वा सकारस्य लोपः भवति. न सकारस्य लोपः न सा प्रत्ययः सकारस्य लोपः जातः हल्याभ्यो दीर्घस्तुतिस्य प्रत्यम् यतोहि अजागर् इति हलन्तदातः अजागर् क्षम्यतां तदेव वक्तुम् इष्टवती हल्याभ्यो इत्यनेन सकारलोपः जातः किमर्थं सकारलोपः जातः हल्याभ्यो इत्यनेन किमर्थं सकारस्य लोपः जातः हल्याभ्यो इत्यनेन किं निमित्तं दीर्घात् इति अस्ति खलु हल्याभ्यो हल्याभ्यो अत्र दीर्घात् इति नास्ति कुत्र अस्ति दीर्घः एकक्षणं कर्तुम् इच्छामि हा सा इति अपृक्ता अस्ति अस्तु सा इति अपृक्ता अस्ति हा इत्युक्ते तस्मिन् सूत्रे हल् हलन्तात् दीर्घ ण्यन्तात् अथवा दीर्घ आबन्तात् तत्र किन्तु सुतिस्य अपृक्ता अपृक्ता इति इत्यस्य अन्वयः भवति तत्र इति खलु हा अपृक्तं दीर्घात् ण्याभ्यो सुतिसि अपृक् भगिनि एकक्षणं भगिनि इदानीं समयः अतीतः इति कृत्वा अहं किञ्चित् वदामि अनन्तरं पुनः अग्रिमसप्ताहे परिशीलयामः यतोहि भारतदेशे सर्वेषां विलम्बः जातः दशवादनं तर्हि इति कृत्वा किं किं क्षम्यतां हा समापयामः तर्हि अत्र अजागर् अजागर् योगः स् इति अस्ति अजागर् इति हलन्तः अस्ति हलन्तात् अत्र दीर्घन्यन्तात् दीर्घ आबन्त इति नास्ति दीर्घन्यन्त दीर्घ आबन्त तु सुबन्तप्रकरणे एव भवति अत्र केवलं हलन्तात् तिङन्तप्रकरणे सर्वदा हलन्तात् एव भवेत् हलन्तात् अजागर् इति हलन्तः अस्ति इदानीं स् इति अपृक्तसंज्ञकः अस्ति इति कृत्वा सकारस्य लोपः भवति अतः अजागर् इति अस्ति अजागर् इति अनन्तरं खरवसानयोर्विसर्जनीयः इति पदान्तरेपस्य विसर्गादेशः अजागः इति भवति अस्तु अतः एव मया उक्तम् अत्र सकारस्य लोपः न भवति न विभक्तौ तु स्मः इत्यनेन एव खलु महोदय न अत्र न विभक्तौ तु स्मः इति प्रसङ्गः नास्ति भगिनि सिप् इति प्रत्ययः अस्ति सिप् इति प्रत्ययः अस्ति सिप् इति प्रत्यये पकार हलन्त्यम् इत्यस्य प्रसङ्गः हलन्त्यम् इत्यनेन पकारस्य लोपः भवति हलन्त्यमित्यनेन पकारस्य लोपः भवति सि इति अवशिष्यते सि इति अवशिष्यते तत्र इकारस्य इतश्च इत्यनेन लोपः भवति सकारः प्रत्ययः तावदेव अत्र हलन्त्यम् इत्यनेन सकारस्य लोपः जायमानः अस्ति न विभक्तौ तु स्मः इत्यनेन बाधितम् इति नास्ति अवगतं महोदय भगिनि अपि च संयोगान्तस्य लोपः इति सपादसप्ताध्यायीं नास्ति त्रिपाद्याम् अस्ति इति अस्य प्रसक्तिः अस्ति असिद्धं भवति सूत्रं पूर्वमेव अभवत् खलु धन्यवादः भगिनि अस्तु अस्तु तर्हि इति एवम् अस्ति पुनः अस्य विषयचिन्तनम् अग्रिमसप्ताहे कुर्मः हल्याभ्यो दीर्घस्तुतिस्य प्रत्यम् हल् इत्यस्य भवन्तः अपि पुनः एकवारं पठन्तु तस्य विषयचिन्तनं कुर्मः अस्य सूत्रस्य बहु प्राधान्यं वर्तते बहुत्र अस्य कार्यं भवति अतः सम्यक्तया अवगच्छामः चेत् लाभाय भवति अस्तु शोभभगिनी समयः अतीतः इति कृत्वा मया झटिति उक्तम् पुनः चिन्तनं कर्तुं किन्तु मम अपरिचितसूत्रमस्ति अग्रिमवर्गे वदामि वा अहं चिन्तनं कृत्वा आगच्छतु अग्रिमसप्ताहे वक्तुं शक्नोतु अस्तु अस्तु समीचीनम् अवगतं खलु भवत्या भवती अवगतं इदानीम् अवगतम् द्रष्टव्यम् अस्ति अस्तु अस्तु समीचीनं धन्यवादः नमस्कारः अत्र धन्यवादः धन्यवादः नमस्कारः